क्षेत्रज्ञेश्वरैकत्वविषयं ज्ञानं मोक्षसाधनं यज्ञात्वामृतमश्नुते इत्युक्तं तत् कस्मात् हेतोः इति तद्धेतुप्रदर्शनार्थं श्लोकः आरभ्यते. यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमं क्षेत्रक्षेत्रज्ञसंयोग तद्विद्धि भरतर्षभ. यावत् यत्किञ्चित् सञ्जायते समुत्पद्यते सत्त्वं वस्तु किम् अविशेषेण नेत्यः स्थावरजङ्गम स्थावरं जङ्गमं च क्षेत्रक्षेत्रज्ञसंयोग तज्जायते इत्येवं विद्धि जानीहि भरतर्षभः. कः पुनः अयं क्षेत्रक्षेत्रज्ञयोः संयोगः अभिप्रेतः? न तावत् रज्ज्वा इव घटस्य अवयवसंश्लेषद्वारकः सम्बन्धविशेषः संयोगः क्षेत्रेण क्षेत्रज्ञस्य सम्भवति आकाशवत् निर्वयवत्वात् नापि समवायलक्षणः तन्तुपटयोरिव क्षेत्रक्षेत्रज्ञयोः इतरेतर कार्यकारणभावानभ्युगमात् इति उच्यते. क्षेत्रक्षेत्रज्ञयोः विषयविषयिणोः भिन्नस्वभावयोः इतरेतरतद्धर्माध्यासलक्षणः संयोगः क्षेत्रक्षेत्रज्ञस्वरूप विवेक अभावनिबन्धनः रज्जुशुक्तिकादीनां तद्विवेकज्ञान अभाव अध्यारोपितसर्परजतादिसंयोगवत् सः अयम् अध्यासस्वरूपः क्षेत्रक्षेत्रज्ञसंयोगः मिथ्याज्ञानलक्षणः. यथाशास्त्रं क्षेत्रक्षेत्रज्ञलक्षणभेदपरिज्ञानपूर्वकं प्राग्दर्शितरूपात् क्षेत्र मुञ्जादिव ईशिकां यथोक्तलक्षणं क्षेत्रज्ञं प्रविभज्य न सत्तन्नासदुच्यते इत्यनेन निरस्तसर्वोपाधिविशेषं ज्ञेयं ब्रह्मस्वरूपेण यः पश्यति. क्षेत्रं च मायानिर्मितहस्ति स्वप्नदृष्टवस्तुगन्धर्वनगरादिवतु असदेव सदैव अवभासते इति एवं निश्चितविज्ञानः यः तस्य यथोक्तसम्यग्दर्शनविरोधात् अवगच्छति मिथ्याज्ञानं. तस्य जन्महेतोः अपगमनं य एवं वेत्ति पुरुषं प्रकृतिं च गुणैस्सह इत्यनेन विद्वान् भूयः न अभिजायते इति यदुक्तं तद् उपपन्नमुक्तम्. न स भूयोभिजायते इति सम्यग्दर्शनफलम् अविद्यादिसंसारबीजनिवृत्तिद्वारेण जन्म अभावः उक्तः. जन्मकारणञ्च अविद्यानिमित्तकः क्षेत्रक्षेत्रज्ञसंयोगः उक्तः. अतः तस्याः अविद्यायाः निवर्तकं सम्यग्दर्शनम् उक्तमपि पुनः शब्दान्तरेण उच्यते. समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति. समं निर्विशेषं तिष्ठन्तं स्थितिं कुर्वन्तं क्व सर्वेषु समस्तेषु भूतेषु ब्रह्मादिस्थावरान्तेषु प्राणिषु कं परमेश्वरं देहेन्द्रियमनोबुद्धि अव्यक्तात्मनः अपेक्ष परमेश्वरः तं सर्वेषु भूतेषु समं तिष्ठन्तं तानि विनष्टे विनश्यत्सु इति तं च परमेश्वरम् अविनश्यन्तम् इति भूतानां परमेश्वरस्य च अत्यन्तवैलक्षण्यप्रदर्शनार्थं कथं सर्वेषां हि भावविकाराणां जनिलक्षणः भावविकारमूलं जन्मोत्तरकालभाविनः अन्ये सर्वे भावविकाराः विनाशान्तः विनाशात् परो न कश्चिदस्ति भावविकारः भाव अभावात् सति हि धर्मिणि धर्माः भवन्ति. अतः अन्त्यभावविकार अभाव अनुवादेन पूर्वभाविनः सर्वे भावविकाराः प्रतिषिद्धाः भवन्ति सह कार्यैः. तस्मात् सर्वभूतैः वैलक्षण्यम् अत्यन्तमेव परमेश्वरस्य सिद्धं निर्विशेषत्वम् एकत्वं च. यः एवं यथोक्तं परमेश्वरं पश्यति सः पश्यति. ननु सर्वोऽपि लोकः पश्यति किं विशेषणेन इति सत्यं पश्यति किं तु विपरीतं पश्यति अतः विजनष्टि स एव पश्यति इति. यथा तिमिरदृष्टिः अनेकं चन्द्रं पश्यति तम् अपेक्षा एकचन्द्रदर्शी विशिष्यते स एव पश्यति इति तथा इहापि एकम् अविभक्तं यथोक्तम् आत्मानं यः पश्यति सः विभक्त अनेकात्मविपरीतदर्शिभ्यः विशिष्यते, स एव पश्यति इति. इतरे पश्यन्तोपि न पश्यन्ति विपरीतदर्शित्व अनेकचन्द्रदर्शिवतो इत्यर्थः. यथोक्तस्य सम्यक् दर्शनस्य फलवचनेन स्तुतिः कर्तव्या इति श्लोकः आरभ्यते. समं पश्यन्नि सर्वत्र समवस्थितमीश्वरं न हि नास्त्यात्मनात्मानं ततो याति परां गतिं. समं पश्यन् उपलभमानः हि यस्म सर्वत्र सर्वभूतेषु समवस्थितं तुल्यतया अवस्थितम् ईश्वरम् अतीतानन्तश्लोकोक्तलक्षणमित्यर्थः. समं पश्यन् किं? न हि नास्ति, हिंसां न करोति आत्मन स्वेनैव स्वम् आत्मा. ततः तदहिंसन याति परां प्रकृष्टां गतिं मोक्षाख्यां. ननु नैव कश्चित् प्राणी स्वयं स्वम् आत्मानं हिनस्ति. कथम् उच्यते अप्राप्तं न हिनस्ति इति? यथा न पृथिव्याम् अग्निः चेतव्यो नान्तरिक्षे इत्यादि. नैष दोषः अज्ञानाम् आत्मतिरस्करणोपपत्तिः. सर्वो हि अज्ञः अत्यन्तप्रसिद्धं साक्षात् अपरोक्षात् आत्मानं तिरस्कृत्य अनात्मानम् आत्मत्वेन परिगृह्य तमपि धर्माधर्मं कृत्वा उपात्तम् आत्मानं हत्वा अन्यम् आत्मानम् उपादत्ते. नवं तं चैवं हत्वा अन्यमेवं तमपि हत्वा अन्यम् इत्येवम् उपात्तम् उपात्तम् आत्मानं हन्ति इति आत्मः सर्वः अज्ञः. यस्तु परमार्थात्मा असौ अपि सर्वदा अविद्यया हत इव विद्यमानफलाभावत् इति सर्वे आत्मनः एव अविद्वांसः. यस्तु इतरः यथोक्तात्मदर्शी सः उभयतापि आत्मन आत्मानं नहि नस्ति न हन्ति. ततः याति परां गतिं यथोक्तं फलं तस्य भवति इत्युक्तः. सर्वभूतस्थम् ईश्वरं समं पश्यन् न हि नस्ति आत्मन आत्मानम् इत्युक्तम्. तत् अनुपपन्नं स्वगुणकर्मवैलक्षण्यभेदभिन्नेषु आत्मसु इति एतदाशङ्क्याः. प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः यः पश्यति तथात्मानम् अकर्तारं स पश्यति. प्रकृत्य प्रकृतिः भगवतः माया त्रिगुणात्मिक मायां तु प्रकृतिं विद्या इति मन्त्रवर्णः. तया प्रकृत्या एव च न अन्येन महदादिकार्यकारणाकारप्रणतया कर्माणि वाङ्मनःकायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्वप्रकारैः यः पश्यति उपलभते. तथा आत्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधिविवर्जितं सः पश्यति. सः परमार्थदर्शीत्यभिप्रायः. निर्गुणस्य अकर्तुः निर्विशेषस्य आकाशस्यैव भेदे प्रमाण अनुपत्तिः इत्यर्थः. पुनरपि तदेव सम्यक् दर्शनं शब्दान्तरेण प्रपञ्चयति. यदा भूतपृथग्भावम् एकस्थमनुपश्यति तत एव च विस्तारं ब्रह्म सम्पद्यते तदा. यदा यस्मिन् काले भूतपृथग्भावं भूतानां पृथग्भावं पृथक्त्वम् एकस्मिन्नात्मनि स्थितम् एकस्थम् अनुपश्यति शास्त्राचार्योपदेशम्. अनु आत्मानं प्रत्यक्षत्वेन पश्यति आत्मैव इदं सर्वम् इति. तत एव च तस्मादेव च विस्तारम् उत्पत्तिं विकासम् आत्मतः प्राणः आत्मतः आश आत्मतः स्मर आत्मतः आकाशः आत्मतः तेजः आत्मतः आपः आत्मतः आविर्भावतिरोभावो आत्मतो अन्नम् इत्येमादिप्रकारैः विस्तारं यदा पश्यति ब्रह्म सम्पद्यते ब्रह्मैव भवति तदा तस्मिन् काले इत्यर्थः. एकस्यात्मनः सर्वदेहात्मत्वे तद्दोषसम्बन्धे प्राप्ते इदमुच्यते. अनादित्वान् निर्गुणत्वं परमात्मायमव्ययः शरीरस्थोऽपि कौन्तेयं न करोति न दीप्यते. अनादित्वात् अनादेः भावः अनादित्वम् आदिः कारणं तत् यस्य नास्ति तत् अनादि. यद्धि आदिमं तस्वेन आत्मना व्येति अयं तु अनादित्वनिरवयव इति कृत्वा न व्येति। तथा निर्गुणत्वात् सगुणो हि गुणाव्यया तु व्येति, अयं तु निर्गुणत्वाच्च न व्येति इति परमात्मा अयम् अव्ययः, नास्य व्ययो विद्यते इति अव्ययः। यत इयम् मतः शरीरस्थोऽपि शरीरेषु आत्मनः उपलब्धिः भवति इति शरीरस्थः उच्यते, तथापि न करोति। तदकरणादेव तत्फलेन न लिप्यते। यो हि कर्ता सः कर्मफलेन लिप्यते, अयं तु अकर्त अतः न फलेन लिप्यते इत्यर्थः। कः पुनः देहेषु करोति लिप्यते च? यदि तावत् अन्यः परमात्मनो देही करोति लिप्यते च, ततः इदम् अनुपपन्नम् उक्तं क्षेत्रज्ञेश्वरैकत्वं क्षेत्रज्ञं चापि मां विद्धि इत्यादि। अथ नास्ति ईश्वरादन्यो देही, कः करोति लिप्यते च इति वाच्यम्। परो वा नास्ति इति सर्वथा दुर्विज्ञेयं दुर्वाच्यं च इति भगवत्प्रोक्तम् औपनिषदं दर्शनं परित्यक्तं वैशेषिकैः साङ्ख्य अर्हतबौद्धैश्च। तत्र अयं परिहारो भगवता स्वेनैव उक्तः स्वभावस्तु प्रवर्तते इति। अविद्यामात्रस्वभावो हि करोति लिप्यते इति व्यवहारो भवति, न तु परमार्थतः एकस्मिन् परमात्मनि तदस्ति। अतः एतस्मिन् परमार्थसाङ्ख्यदर्शने स्थितानां ज्ञाननिष्ठानां परमहंसपरिव्राजकानां तिरस्कृत अविद्याव्यवहाराणां कर्माधिकारो नास्ति इति तत्र तत्र दर्शितं भगवत्। किमिव न करोति न लिप्यते इति अत्र दृष्टान्तमः। यथा सर्वगतं सौक्ष्म्यम् आकाशं नोपलिप्यते, सर्वत्रावस्थितो देहि तथात्मानोपलिप्यते। यथा सर्वगतं व्यापि अपि सत् सौक्ष्म्यात् सूक्ष्मभावम् आकाशं खं न उपलिप्यते न सम्बध्यते। सर्वत्र अवस्थितः देहे तथा आत्मा न उपलिप्यते। किञ्च यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं ब्रवीः, क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत। यथा प्रकाशयति अवभासयति एकः कृत्स्नं लोकम् इमं रविः सविता आदित्यः, तथा तद्वन् महाभूतादिदृत्यन्तं क्षेत्रम् एकस्सन् प्रकाशयति। कः? क्षेत्री परमात्मा इत्युक्तः। रविदृष्टान्तः अत्र आत्मनः उभयार्थोऽपि भवति। रविवत् सर्वक्षेत्रेषु एक एव आत्मा अलेपकश्च इति। समस्त अध्यायार्थोपसंहारार्थः अयं श्लोकः। क्षेत्रक्षेत्रज्ञयोरेवम् अन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्। क्षेत्रक्षेत्रज्ञयोः यथा व्याख्यातयोः एवं यथा प्रदर्शितप्रकारेण अन्तरम् इतरेतरवैलक्षण्यविशेषं ज्ञानचक्षुषा शास्त्राचार्यप्रसादोपदेशजनितम् आत्मप्रत्येकं ज्ञानं चक्षुः तेन ज्ञानचक्षुषा भूतप्रकृतिमोक्षञ्च। भूतानां प्रकृतिः अविद्यालक्षण अव्यक्ताख्य, तस्याः भूतप्रकृतेः मोक्षणं अभावगमनं च ये विदुः विजानन्ति यान्ति गच्छन्ति ते परं परमात्मतत्त्वं ब्रह्म, न पुनः देहम् आददति इत्यर्थः। इति श्रीमद्भगवद्गीताभाष्ये त्रयोदशोऽध्यायः।